गीतसोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् पाठं प्रति गच्छेम। भगिनी एकवारं स्मारयतु। ॐ नित्यानाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् भोगकरी सुखकरी विद्या गुरुनां गुरुः विद्या बन्धुजनो विदेशगमने विद्या विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्याविहीनः पशुः। श्रीगुरुभ्यो नमः। धन्यवादाः भगिनी। अव्ययानां चिन्तनं क्रियमाणमस्ति। पूर्वस्मिन् वर्गे अपि इति अव्ययस्य चिन्तनं कृतमासीत्। अद्यतने वर्गे एव इति अव्ययस्य प्रसङ्गे किञ्चित् अवलोकयेम। एकचत्वारिंशत्युत्तर एकशतं पृष्ठं पश्यन्तु, पेज् 141 पश्यन्तु। अस्मिन् पुटे आदौ श्लोकः वर्तते, परिचितः श्लोकः एव, किन्तु उत्तमः श्लोकः। रमेश महोदय एकवारं श्लोकं पठतु। सर्वोपनिषदो गावो दौग्धं गोपालनन्दनः पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्। भवान् श्रुतवान् वा? हा श्रुतवान्। सन्धिकार्याणि सन्ति खलु श्लोके। सर्व उपनिषदः गावः दोग्धा गोपालनन्दनः पार्थः वत्सः सुधीः भोक्ता दुग्धं गीतामृतं महत्। बहुषु स्थलेषु विसर्गसन्धिकार्याणि सन्ति। पार्थः वत्सः इत्यत्र विसर्गसन्धिकार्यमस्ति, सुधीर्भोक्ता इत्यत्रापि विसर्गसन्धिकार्यमस्ति। श्लोकार्थः अग्रे उच्यते, श्लोकार्थः कः? पठतु भवानेव। उपनिषदः एव गावः, श्रीकृष्णः एव दोग्धा, पार्थः एव वत्सः, बुद्धिमन्तः एव भोक्तारः। उपनिषद् इति गावः अस्ति, ते गवाः, उपनिषद् इति गावः अस्ति, श्रीकृष्णः दोग्धा अस्ति। तर्हि श्रीकृष्णः यत् उपनिषद्दि यत्किञ्चित् किमस्ति, यत्किञ्चित् सारमस्ति, तस्य दोग्धा अस्ति श्रीकृष्णः। के पार्थः एव वत्सः इत्युक्ते यदि पार्थः अस्ति चेत् एव दुग्धं स्रवति। तर्हि वत्सः केवलं दुग्धस्रवणस्य कारणं भवति, परन्तु तस्य भोक्ता, दुग्धस्य भोक्ता अन्य कोऽपि अपि बहु सन्ति एव। तर्हि बुद्धिमन्तः तस्य भोक्ता अस्ति, यत् उपनिषदः सारः अस्ति, तस्य भोक्ता बुद्धिमान् अस्ति इति, बुद्धिमन्तः तस्य भोक्तारः अस्ति इति दत्तमस्ति। तदेव महोदय, अत्र चतुर्भिः वाक्यैः अर्थः प्रोक्तः। उपनिषदः लिङ्गं वदतु, वचनं वदतु, विभक्तिं वदतु। उपनिषदः प्रथमा विभक्ति बहुवचनमस्ति, गावः अपि प्रथमा विभक्ति बहुवचनमस्ति। उत्तमम्। उपनिषद् इति दकारान्तशब्दः अस्ति। उपनिषद् उपनिषदौ उपनिषदः उपनिषदम् उपनिषदौ उपनिषदः एवं रूपाणि वक्तव्यानि। स्त्रीलिङ्गशब्दः उपनिषद् इति दकारान्तशब्दः अस्ति। उपनिषद्यते ब्रह्मविद्या अनया इति शब्दकोशे लिखितमस्ति। उपसर्गपूर्वक नि उपसर्गपूर्वक सद्लु इति एकः धातुः अस्ति. उपदेशावस्थायां तस्य रूपं सद्लु अस्ति, किन्तु सद् लौकिकधातुः, उप उपसर्गपूर्वक, नि उपसर्गपूर्वक, सद् धातुतः क्विप् इति प्रत्ययस्य योजनेन उपनिषद् इति रूपम्. उपनिषदः इति कथनेन वेदशिरोभागाः इति अपि वक्तुं शक्यते. वेदानाम् अन्तः वेदान्तः इति वक्तुं शक्यते. उपनिषदाम् अन्यनाम अस्ति वेदान्तशास्त्रं, वेदान्तम्. अपि च भगवद्गीतायां प्रत्येकस्मिन् अध्याये अन्तिमभागे किं लिखितमस्ति? श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे. इमानि सर्वाणि पदानि सप्तमी विभक्तिरूपाणि. श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे. प्रथम अध्यायः अस्ति चेत् अर्जुनविषादि योगो नाम प्रथमाध्यायः एवं पठामः. गीतायाम् अध्यायस्य अन्तिमभागे प्रत्येकस्मिन् अध्याये एवं लिख्यते, एतादृशरीत्या द्रष्टुं शक्नुमः. अत्र किं लिखितम्? उपनिषदः एव गावः. महोदय, भवान् वदतु. एवं विग्रहवाक्यम् अस्ति चेत् अवधारणोपरूपदकर्मधारे समासः भवितुम् अर्हति वा? समस्तपदं कृत्वा वदामश्चेत् आम् भवितुमर्हति. उपनिषदः एव गावः, उपनिषद्गावः इति, उपनिषद्गावः इति भवति. किमर्थं पृच्छन्ति? अस्मि पुस्तकं पण्डितैः एव लिख्यते, अतः एतादृशरीत्या अत्र विग्रहवाक्यम् इव अत्र वाक्यानि दत्तानि. उपनिषदः एव गावः, श्रीकृष्णः एव दोग्धः, पार्थः एव वत्सः, बुद्धिमन्तः पुरुषाः एव भोक्तारः, एवं लिखितमस्ति. एवं रीत्या विग्रहवाक्यं कुत्र दृश्यते इति प्रश्ने सति अवधारणपरूपदकर्मधारय समासस्य प्रसङ्गे ईदृशानि विग्रहवाक्यानि द्रष्टुं शक्नुमः. भवान् एव वदतु. ज्ञानम् एव अग्निः इति वदामि चेत् समस्तपदं किं भवति? ज्ञानाग्निः. उत्तमं. तपोधनं? तपः एव धनं, तपोधनं. सम्यक्. गुरुदेवः? गुरुः एव देवः, गुरुदेवः. उत्तमं. वाग्बाणः? वाक् एव बाणः, वाग्बाणः. वाच् एव बाणः, वाच् वाच् एव बाणः, वाग्बाणः. वाक् एव बाणः, वाक् भवति वा? वेदसम्पत् इति समस्तपदमस्ति. वेदाः एव सम्पत् इति वक्तुं शक्यते. विवेकसम्पत् इति पदमपि अवधारणापूर्वपदकर्मधारे समासस्य प्रसङ्गे बहु उत्तम उदाहरणं. विवेकः एव सम्पत्, विवेकसम्पत्. विद्याधनं वदतु. विद्या एव धनं. उत्तमम्. इमानि पदानि अवधारणापूर्वपदकर्मधारे समासस्य प्रसङ्गे उत्तमानि उदाहरणानि. एवमेव अत्रापि समस्तपदं कृत्वा लेखितुं शक्यते वा इति चिन्तनीयम्. उपनिषद्गावः इति वक्तुं शक्यते वा? अवधारणपूर्वपदकर्मधारे समासस्य प्रसङ्गे विशेषणं विशेष्येण बहुळम् इति एकं सूत्रमस्ति. तेन सूत्रेण तत्र सामानाधिकरण्यम् आवश्यकम्. उन्नतवृक्षः, उत्तमपुरुषः इत्यत्र सामानाधिकरण्यं वर्तते. कर्मधारय समासस्य प्रसङ्गे प्रथमनियमः तु सामानाधिकरण्यं तत्र स्यात् इत्युक्ते विशेषणविशेष्यभावः इत्यपि वक्तुं शक्यते. तादृशविशेषणविशेष्यभावः अस्ति चेदेव कर्मधारय समासः भवितुमर्हति. कर्मधारय समासस्य प्रसङ्गे नवप्रभेदाः सन्ति, तेषु अन्यतमः एव अवधारणापूर्वपदकर्मधारे समासः. तत्र विग्रहवाक्ये एवकारः श्रूयते. विशेषणात् पूर्वं, विशेषणात् पूर्वम् एवकारः श्रूयते. विद्या एव धनं, विद्याधनं. तथा एव अत्रापि समस्तपदं कर्तुं शक्यते वा इति चिन्तयितुं शक्नुमः. किमर्थं चेत् अत्र विग्रहवाक्यानि उपनिषदः एव गावः, श्रीकृष्णः एव दोग्ध इति लिखितमस्ति, बुद्धिमन्तः एव भोक्तारः इति. तत्र सामानाधिकरण्यमस्ति वा, विशेषणविशेष्यभावः अस्ति वा इति दृष्ट्वा समस्तपदं कर्तुं शक्यते. उपनिषद् शब्दस्य सप्तसु विभक्तिषु रूपाणि ज्ञातव्यानि. उपनिषदः एव गावः इति लिखितमस्ति, किन्तु एकवचने वदतु इदं वाक्यं। सूर्यकुमारी भगिनी भवती वक्तुमिच्छति वा अत्र एकवचनरूपं किम् अस्ति? उपनिषद् उपनिषद् उपनिषद् गौः उपनिषद् एव गौः, गोशब्दस्य रूपाणि अपि अस्माभिः ज्ञातव्यानि। गौः गावौ गावः एवं रूपाणि भवन्ति, एकवचनरूपमस्ति गौः। उपनिषद् एव गौः इति गोशब्दः अपि स्त्रीलिङ्गशब्दः, अत्र उपनिषदः गावः द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति। उपनिषद् शब्दः अपि स्त्रीलिङ्गशब्दः, गौः इति अपि स्त्रीलिङ्गशब्दः। दोग्धा इति पदं लिखितम् अस्ति, दोग्धा इति पदस्य प्रसङ्गे किञ्चित् वदतु। पदं दृष्ट्वा किम् अवगन्तुं शक्नोति भवती? अहं चिन्तयामि ऋकारान्तपदमस्ति वा? उत्तमं, ऋकारान्तपदमस्ति। तत्र प्रातिपदिकं किम् अस्ति? दोग्धृ। दोग्धृ, दोग्धा इति पुंलिङ्गपदम्। किमर्थं पुंलिङ्गपदम्? कृष्णः तदपि साधु, श्रीकृष्णस्य विशेषणमस्ति इत्यतः श्रीकृष्णः दोग्धा इति अस्ति। व्याकरणरीत्या पश्यामश्चेदपि कर्ता शब्दवत् दोग्धा इति अपि पुंलिङ्गपदमेव। दोग्धा पुंलिङ्गपदमस्ति चेत् स्त्रीलिङ्गे किं भवति? दोग्ध्री, दोग्ध्री इति भाति। यशोदा इति पदमस्ति चेत् यशोदा एव दोग्ध्री इति भवितुं शक्नोति। दोग्ध्र इति प्रातिपदिकमस्ति, तत् प्रातिपदिकं तृजन्तप्रातिपदिकम्। तृजन्तपदानि त्रिषु लिङ्गेषु सम्भवन्ति, पुंलिङ्गे दोग्धा, स्त्रीलिङ्गे दोग्ध्री, नपुंसकलिङ्गे दोग्ध्र। प्रातिपदिकम् एव प्रथमाविभक्ति एकवचनरूपं भवति नपुंसकलिङ्गे। अत्र दुः इति धातुः अस्ति, दुः धातुतः निर्मितं पदं दोग्धा। दुः दकारादिधातुः, हकारान्तधातुः। दुः धातुः इति उक्तवती खलु, धातुः इत्यतः तिङन्तरूपाणि भवितुमर्हन्ति, अतः दोग्धी, दुग्धः, दुहन्ति इति रूपाणि भवन्ति। अदादिगणे अस्ति दुः इति धातुः। दुः धातुतः प्रथमपुरुष एकवचनरूपं दोग्धी इति भवति। भवती वक्तुमिच्छति वा तद्रूपं कथं साधनीयम्? अत्र एकं विशिष्टं सूत्रमस्ति, दादेर्धातोर्घः इति। धातुः दकारादिधातुः, हकारान्तधातुः। दुः अस्ति, दुः इति धातुः अस्ति, दकारादिधातुः, हकारान्तधातुः। तस्यां दशायां दादेर्धातोर्घः इति सूत्रेण घः इति कथनेन घकारः आदिष्टः भवति हकारस्य स्थाने, दोग्धी भवति। शुभदा भगिनी भवती वक्तुमिच्छति वा? दुह इत्यस्य यथा भवती उक्तवती, दादेर्धातोर्घः इत्यनेन दुघ इति भवति, हकारस्य स्थाने घकारः। पदनिर्माणं तु दोग्धा इत्यस्य भवेत् खलु? एकमेव चिन्तनमस्ति, कानिचन पदानि वदामि, दोग्धी, दोग्धा, दुग्धं, दोग्धुम् इत्यादिषु सर्वेषु पदेषु एकमेव कार्यमस्ति, सन्धिकार्याणि सन्ति, इदं सूत्रं सर्वत्र कार्यं करोति। दोग्धी इति रूपं पश्यामश्चेत् प्रथमपुरुष लटि एकवचनरूपं, दोग्धी, दुग्धः, दुहन्ति, इमानि रूपाणि लटि रूपाणि। किन्तु अत्र किमस्ति, तृजन्तरूपमस्ति, दोग्धा इति तृजन्तरूपमस्ति। किमपि स्वीकरोतु, तस्य रूपं साधयतु, किन्तु सूत्राणि तु इमानि एव, वदतु। दोग्धृ इति तस्य, तत्र दोघ् इति भवति दादेर्धातोर्घः, तदनन्तरं दोग्धा इति साधितुम् इच्छामः चेत् तत्र ता इति तस्य तृजन्तस्य ता इति भवति प्रथमाविभक्ति एकवचनस्य रूपं, अप्तृन्तृच् इति सूत्रेण तस्य उपधादीर्घः अपि भवति, अतः दोघ् अपि च ता इति भवति. प्रथमं तु अनङ्गादेशः भवति इति मन्ये. रुदुशन न न रुदुश. आदौ किं चिन्तनीयं प्रातिपदिकस्य प्रसङ्गे? यदा वयं प्रातिपदिकं निर्मामः प्रातिपदिकस्य अनन्तरमेव सुप्रत्ययं योजयामः. सुबन्तरूपं, प्रथमाविभक्ति, एकवचनरूपं, दोग्धारूपम् इति कथं साधनीयम् इति तु अन्या वार्ता. आदौ तु प्रातिपदिकं साधनीयं, दोग्धृ इति प्रातिपदिकं साधनीयं, दोग्धृ इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपं साधयितुं शक्नुमः. तृच् इति प्रत्ययः आगच्छति वा? दोग् तृच् दुहयोगः तृच् इति प्रत्ययः. तृच् इत्यनेन तत्रापि क्विप् इति प्रत्ययः आगच्छति. पश्यतु, दुह् इति धातुः अस्ति, तृच् इति प्रत्ययः अस्ति. तृच् इति प्रत्ययः आर्धधातुकप्रत्ययः, अपि च कित् नित् णित् नित् भिन्नः आर्धधातुकसामान्यप्रत्ययः. दुह् इति धातुः उदुपधधातुः, अतः पुगन्तलघुपधस्य च इति सूत्रेण तृच् इति प्रत्ययं निमित्तीकृत्य दुह् इति धातुरूपी अङ्गे गुणकार्यं पुगन्तलघुपधस्य च सूत्रेण भूत्वा दुः दोः भवति. दोः योगः तृ इति रूपम् अस्ति. वदतु. दोहयोगः तृ इति भवति पुगन्तलघुपधस्य च इत्यनेन. तदनन्तरं तृ इति धातोर्घः, तृ इति झलि झल् वर्णः अस्ति इति कृत्वा झलि परे हकारस्य घकारः भवति धादेर्धातोर्घः इत्यनेन. अतः दोघ् योगः तृ इति भवति. तदनन्तरं झषस्तथोर्धोधः अपि च झलां झषि इति सूत्रद्वयेन सन्धिकार्यद्वयमस्ति. सन्धिकार्यद्वयेन तत्र दोग्ध्रु इति रूपं सिद्ध्यति. भवती जानाति एव धातेर्धातोर्घः इति सूत्रस्य प्रसङ्गे भगिनी किम् उक्तवती, झलि परे कार्यं करोति अथवा पदान्ते अपि कार्यं करोति तत् सूत्रं घः इति कथनेन. सूत्रे प्रथमान्तं पदम् आदेशरूपेण भवति इत्यतः हकारस्य स्थाने घकारादेशः भवति. तद्विशिष्टसूत्रम् आवश्यकमस्ति. इत्युक्ते अस्य धातोः प्रसङ्गे तत् सूत्रम् अवश्यं द्रष्टव्यं. दादेर्धातोर्घः इति सूत्रं. दुह् इति धातुः अत्र अस्ति, किन्तु दह् इति धातुः अपि अस्ति. दह् धातुतः दग्धं, दग्धा इत्यादीनि रूपाणि साधयितुमपि तदेव सूत्रं कार्यं करोति. इत्युक्ते सः धातुः अपि दकारादिधातुः, हकारान्तधातुः. दोग्धा इति तृजन्तपदमस्ति. त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति. दोग्ध्र इति प्रातिपदिकमस्ति. अपि च अन्यः एकः विषयः वदामि वा भगिनि? वदतु. दुह इत्यस्य प्रसङ्गे दुह इत्यस्य सुबन्तपदं तु दोग्धा इति भवति, यथा वयम् अधुना एव दृष्टवन्तः. तत्र दुह इत्यस्य लुट् लकारः अपि दोग्धा इति भवति. अतः परोक्षे लुट् न, लुट् इति कस्मिन् आयाति? तास् इति प्रत्ययः लुट् लकारे तास् प्रत्ययः आयाति खलु. सामान्यतया तृजन्तरूपाणि अपि च लुट् लकाररूपाणि समानानि इव दृश्यन्ते. भूधातोः रूपम् अपि भविता इति रूपं भवति. सर्वेषां धातूनां प्रसङ्गे लुट् लकाररूपाणि अपि च तृजन्तरूपाणि सादृश्यानि समानानि. अत्र एकं वाक्यं भवितुम् अर्हति, दोग्धा दोग्धा इति. प्रथमं पदं तु कर्तृपदम्, अपरं पदं क्रियापदम् इति. एकं सुबन्तपदम्, अन्यत् तिङन्तपदम्. तिङन्तपदम्, ओ बहु सम्यक्, धन्यवादाः. कुत्रापि श्रुतवती अतः वदामि अत्र. धन्यवादाः. दादेर्धातोर्घः इति सूत्रस्य प्रसङ्गे पदान्ते कार्यं भवति, झलि परे अपि कार्यं भवति इति उक्तं खलु. तत्र पदान्तकार्यं भवितुम् उदाहरणं द्रष्टुमिच्छामश्चेत् धुक् इति पदमस्ति. कामधुक् इति परिचितं पदमेव. कामधुक् इत्यत्र सुबन्तपदमस्ति धुक्. तत्र पदान्तकार्यं भवति. इत्युक्ते दुः इत्यत्र हकारस्य स्थाने घकारादेशः भवति. पश्चात् अन्यानि कार्याणि भूत्वा धुक् इति रूपं. दोग्धा इत्यत्र यथा भवती उक्तवती तृच् इति प्रत्ययस्य आदिमतकारः झल् वर्णः अस्ति, अतः झलि परे हकारस्य स्थाने घकारादेशः भवति, पश्चात् झषस्तथोर्धोधः, अपि च झलां झष् झषि सूत्रद्वयेन दोग्धृ इति प्रातिपदिकं. दुः इति धातुः अस्ति, दुः उदुपधधातुः, तस्य ल्युडन्तं किं भवितुमर्हति? दुः ल्युडन्त, ल्युट् इत्यस्य यु इति अवशिष्यते युवोरनाकौ इत्यनेन अन, दुः योगः अन, अत्र तु अन इति झल् वर्णः नास्ति, अत्र पदान्त अपि नास्ति, तर्हि दुः इति धातोः परं ल्युट् इति प्रत्ययः अस्ति. ल्युट् इति प्रत्ययः आर्धधातुकप्रत्ययः, अपि च कित् नित् णित् नित् भिन्नप्रत्ययः, अतः ल्युट् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति दुः इति धातुरूपी अङ्गे. गुणकार्यं भवति चेत् भवति चेत् दोः इति भवति, दोः योगः अन इति, दोहन भवति वा, दोहनम् मिल्किङ्ग्, मिल्किङ्ग् इति कथनेन दोहनं खलु, अस्तु दोहनकार्यं. दोहनम् इति ल्युडन्तपदमस्ति, दोहकः इति णुवुल् प्रत्ययान्तरूपमस्ति. दुग्धम् इति कीदृशं पदं? दुग्धं क्तान्तरूपम्. दुः इति धातुः, दुः इति धातुतः क्ताप्रत्ययस्य योजनेन अत्रापि हकारस्य स्थाने घकारादेशः, पश्चात् अन्यानि सन्धिकार्याणि भूत्वा दुग्धम् इति क्तान्तरूपं सिद्ध्यति. दादेर्धातोर्घः इति सूत्रं दुः धातोः प्रसङ्गे अवश्यं मनसि स्थापनीयम्. अत्र एकः प्रश्नः भगिनि, तत्र दुग्धम् इति क्तान्त, तत्र तकारः आगच्छति क्त इत्यस्मात्, तकारः अपि झल् वर्णः, झल् वर्णः, तिंशित् नास्ति, अतः आर्धधातुकप्रत्ययः एव, अपि च आर्धधातुक कित् प्रत्ययः, कित् प्रत्ययः, अतः गुणकार्यं निषिध्यते कृतिच सूत्रेण. केवलं सन्धिकार्याणि एव भवन्ति, गुणकार्यं न भवति. दुः इति धातुः, धातोः परं क्ता इति प्रत्ययः अस्ति, क्ताप्रत्ययः कित् प्रत्ययः, अनुबन्धलोपानन्तरं तत्र ता अवशिष्यते, दुः योगः ता इति स्थितिः अस्ति, तकारः झल् वर्णः, अत्रापि दादेर्धातोर्घः इति सूत्रेण हकारस्य स्थाने घकारः आदौ आयाति, पश्चात् अन्यानि सन्धिकार्याणि भूत्वा दुग्ध इति प्रातिपदिकं सिद्ध्यति. त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति, दुग्धः, दुग्धं, दुग्धा इति रूपाणि. एवमेव क्तवत् रूपाणि अपि साधयितुं शक्नुमः, दुग्धवान्, दुग्धवती, दुग्धवत् इत्यादीनि रूपाणि साधयितुं शक्नुमः. अग्रिमे वाक्ये दुग्धं गीतामृतं महत् इति लिखितमस्ति, तत् पदं दुग्धम् इति पदं क्ताप्रत्ययान्तरूपं. दुग्धम् इत्युक्ते क्षीरं खलु, तृच् प्रत्ययः आर्धधातुक कित् नित् णित् नित् भिन्नप्रत्ययः, आर्धधातुकसामान्यप्रत्ययः, अतः गुणकार्यं भवति, अतः दोग्धा इति रूपं भवति. एवमेव तुमन्, तुमन् इति प्रत्ययः अपि आर्धधातुक कित् नित् णित् णित् भिन्नप्रत्ययः, आर्धधातुकसामान्यप्रत्ययः. दुः धातोः परं तुमन् अस्ति चेत् तत्र तुमन् प्रत्ययं निमित्तीकृत्य दुः इति लघु इगुपधम् अङ्गमस्ति, उदुपधधातुः अस्ति इति कारणतः पुगन्तलघुपधस्य च सूत्रेण गुणकार्यं भवति, अतः दोग्धुम् इति रूपं सिद्ध्यति. दुः धातोः तुमुन्नन्तं रूपं दोग्धुम्. यादृशानि कार्याणि दुः धातोः प्रसङ्गे भवन्ति तादृशानि कार्याणि एव दह, दह धातोः प्रसङ्गे अपि भवन्ति. दुः भिन्नः, दह भिन्नः. दह इति धातुः भस्मीकरणे इत्यस्मिन् अर्थे अस्ति, दह धातुः भस्मीकरणे इत्यस्मिन् अर्थे भुवादिगणे अस्ति, तस्य रूपं दहति. भुवादिगणे अस्ति इति कारणतः शप् विकरणप्रत्ययः आयाति इति कारणतः दहति इति लटिरूपं सिद्ध्यति, किन्तु दुः धातुः अदादिगणे अस्ति इति कारणतः दोग्धिरूपं सिद्ध्यति. तत्र भेदः अस्ति, अदादिगणे दुः धातोः रूपं दोग्धि, तत्र शपः लुक् भवति, किन्तु तिप् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति. सूर्यकुमारी भगिनी, भवती अवगतवती खलु? भगिनि, दुः धातुः अदादिगणे अस्ति, अदादिगणे अस्ति, प्रथमपुरुषे एकवचनरूपं दोग्धि अस्ति. गुणकार्यं किमर्थं दोग्धि इत्यत्र? पुगन्तलघुपदस्य किमर्थं? सार्वधातुकप्रत्ययः अस्ति तकार. तिप्रत्ययः, प्रथमपुरुषे एकवचन तिप्रत्ययः पित् अस्ति खलु? भगिनि, सार्वधातुकपित्, सार्वधातुकपित् प्रत्ययः अस्ति, पित्त्वमस्ति तिप्रत्यये, अतः तिप् इति प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति. इत्यतः दोग्धीति रूपं, दुः धातोः ल्युडन्तरूपं दोहनं, दह धातोः ल्युडन्तरूपं दहनं. दह इति इगुपथधातुः नास्ति खलु, अतः दहनम् इति रूपं भवति. अन्यानि रूपाणि दग्धं, दग्धवान्, दग्ध्वा इत्यादीनि रूपाणि भवन्ति. एतावत्पर्यन्तं वयं कानिचन कृदन्तानि रूपाणि दृष्टवन्तः. दुः धातुतः ल्यप् ल्यप् योजयामः. ल्यप् इत्युक्ते उपसर्गः अस्ति चेदेव ल्यप् प्रत्ययस्य योजनं भवति. प्रायोगः दुः योगः ल्यप्. सूर्यकुमारी भगिनी, भवती चिन्तयतु, प्रायोगः दुः योगः ल्यप्. ल्यप् यकार अवशिष्यते, प्रायोगः द्युः, दुग्ध्य प्रादुग्ध्य भवति वा? प्रदुह्या भवति. ओ, तत्र चिन्तनं किमस्ति, ल्यप् इति प्रत्ययः क्त्वा प्रत्ययस्य स्थाने आयाति इत्यतः तस्मिन् ओके गुणः निषिद्धं भवति. गुणनिषेधः भवति. उपसर्गः अस्ति किन्तु क्त्वा प्रत्ययस्य स्थाने ल्यपायति इत्यतः क्त्वा प्रत्ययस्य लक्षणानि अस्मिन् प्रत्यये अध्यारोप्यन्ते इति कारणतः तत्र गुणकार्यं न भवति. कित्वत् प्रवर्तते ल्यप् प्रत्ययः अपि. धातोः आनुकूल्यम् अस्ति चेदपि ल्यप् प्रत्ययः अपि कित्वत् प्रवर्तते. कित्वत् प्रवर्तते चेत् गुणकार्यं क्लिति च सूत्रेण निषिध्यते, अतः गुणकार्यं न भवति, केवलं वर्णमेलनं. प्रायोगः दुः योगः ल्यप् इत्यत्र ल्यप् इत्यत्र या अवशिष्यते, न तु यकारः. यकारः भिन्नः, या इति कथनेन यकारः अकारः च. प्रदुह्य इति रूपं सिद्ध्यते. दह धातुः अस्ति चेत् प्रायोगः दह योगः ल्यप्. वदतु. प्रदह्य इति रूपं भवति. तत्र केवलं वर्णमेलनं, अनुबन्धलोपं करोतु, पश्चात् वर्णमेलनं करोतु. अत्र श्रीकृष्णः इति पदमस्ति खलु, श्रीसहितः कृष्णः इति विग्रहवाक्यं वक्तुं शक्यते. मध्यमपदलोपी कर्मधारय समासः भवितुमर्हति. पार्थः एव वत्सः इत्यत्र पार्थः कः? वदतु. अपत्यं पुमान्. स्पष्टतया वदतु. पृत्त तद्धितान्तपदं पार्थः. उत्तमं. पृथायाः, पृथा इत्युक्ते कुन्ती खलु. आम्, पृथायाः अपत्यं पुमान् पार्थः. पार्थिवः इति कथनेन अर्थभेदः जायते. पार्थिवः कः? राजा. उत्तमं महोदय, धन्यवादाः. पार्थिवः इत्युक्ते राजा. पार्थिवशरीरम् इति कथनेन कः अर्थः महोदय? वदतु. पृथिव्याः अपत्यं, पृथिव्याः इदं प्रायः पार्थिवं. पृथिव्याः इदं पार्थिवशरीरम् इति वदामः खलु कदाचित्. पृथिव्याः इदं महोदयेन उक्तमेव. पृथिव्यां भवं. बुद्धिमन्तः इति पदं दत्तमस्ति. बुद्धिमन्तः पुरुषाः. प्रादेशिकभाषासु बुद्धिमन्तः इति कथनेन तत्र भिन्न अर्थः अस्ति, किन्तु संस्कृतभाषायां बुद्धिमन्तः इत्युक्ते इण्टेलिजेण्ट् पीपल् इति अर्थः. किन्तु प्रादेशिकभाषासु अर्थः भेदः इति मम अवगमनमस्ति. महोदय, भवान् वदतु, बुद्धिमन्तः कीदृशं पदम्? बुद्धिमन्तः मतुप्रत्यय इति दृश्यते. बुद्धिमान्, बुद्धिमन्तौ बुद्धिमन्तः प्रातिपदिकमस्ति बुद्धिमत् इति तकारान्तप्रातिपदिकमस्ति. प्रातिपदिकं स्वीकृत्य त्रिषुलिङ्गेषु रूपाणि सम्भवन्ति. पुंलिङ्गे बुद्धिमान् भवति, स्त्रीलिङ्गे बुद्धिमती भवति, नपुंसकलिङ्गे बुद्धिमत् इति भवति. बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः, बुद्धिमन्तं बुद्धिमन्तौ बुद्धिमतः, एवं रूपाणि भवन्ति. अत्र तकारान्तप्रातिपदिकं सिद्ध्यति. मतु प्रत्ययस्य योजनेन एतादृशं प्रातिपदिकं सिद्ध्यति. बुद्धिमत् इति प्रातिपदिकमस्ति. तत्र एकं विधायकसूत्रमस्ति, तदस्यास्त्यस्मिन् इति मतुप्, तत् अस्य अस्मिन् वा अस्ति इति अर्थः अस्ति. तदस्यास्त्यस्मिन् इति मतुप् इति विधायकसूत्रमस्ति. अस्य अस्मिन् वा अस्ति इति अर्थे मतुप् प्रत्ययः विहितः भवति. महोदय, भवान् वदतु, धूमः अस्य अस्ति. धूमवान् पर्वतः. किमर्थं तत्र धूमवान् पर्वतः इति वदामः? पर्वते धूमः अस्ति इति अनुमानप्रमाणम्. अनुमानप्रमाणे नैयायिकायां तत्र प्रायः सर्वेषाम् उदाहरणे धूमः वन्यमान एव अनुमानप्रमाणस्य उदाहरणं दीयते. बहु सम्यक्. पर्वतः वह्निमान्, पर्वतः धूमवान्, पर्वतः वह्निमान्. तत्र धूमवान् इति किमर्थमस्ति, वह्निमान् इति किमर्थमस्ति? तस्मिन् धूम दृश्यते, तद् धूमस्य अधिकारः पर्वतः अस्ति, तर्हि धूमवान् पर्वतः इति भवति. साधु महोदय, धूमः अस्य अस्मिन् वा अस्ति, धूमवान् इति भवति. तत्र धूम इति अकारान्तप्रातिपदिकमस्ति, अतः वान् तत्र वकारादेशः भवति. तदर्थमपि एकं सूत्रमस्ति, मादुपधायाश्च मतोर्वो अयवादिभ्यः इति एकं सूत्रमस्ति. मादुपधायाश्च मतोर्वो अयवादिभ्यः इति विशिष्टसूत्रेण, प्रत्ययः तु मतु प्रत्ययः एव, किन्तु मकारस्य स्थाने वकारादेशः भवति इत्यतः अकारान्तप्रातिपदिकमस्ति चेत् वकारादेशः भवति. अतः एव धूमवान् इति रूपं भवति. किन्तु वह्निमान् इत्यत्र विग्रहवाक्यं किं भवति? वह्नि अस्मिन् अस्ति इति, अस्मिन् अस्ति, अस्य अस्ति वा, वह्निमान् इति भवति. वह्निः इति ईकारान्तप्रातिपदिकमस्ति. ईकारान्तप्रातिपदिकमस्ति चेत् तत्र मतु प्रत्ययस्य मकारः यथावत् तिष्ठति. तथा एव अत्रापि बुद्धिमत् इत्यत्र बुद्धिः इति स्त्रीलिङ्गपदमस्ति. बुद्धि इति ईकारान्तप्रातिपदिकमस्ति इत्यतः मतु प्रत्ययस्य रूपं यथावत् तिष्ठति. तत्र वकारादेशः न भवति, अतः बुद्धिमत् प्रातिपदिकम् अस्ति. इतोपि अन्यानि पदानि, मतु प्रत्ययान्तपदानि वदामि. शुभदा भगिनी भवती वक्तुमिच्छति वा? गुणवान् वदतु. गुणवान् तत्र अकारान्तप्रातिपदिकमस्ति, अतः वतु आयाति तत्र. परन्तु बुद्धि इति अस्ति चेत् बुद्धिमान् तत्र मतु भवति, इकारान्तप्रातिपदिकमस्ति इति कृत्वा. उत्तमं. धनवान्, हा धनवान्, गुणवान्, रूपवान्. अत्र गुण धन रूप इत्यत्र अकारान्तप्रातिपदिकमस्ति इति कारणतः मतु प्रत्ययान्तरूपमेव, किन्तु मकारस्य स्थाने वकारादेशः भवति इत्यतः गुणवान्, धनवान्, रूपवान् इत्यादीनि रूपाणि सिद्ध्यन्ति. माला इति आकारान्तपदमस्ति. माला इति दीर्घ आकारान्तपदमस्ति, तत्रापि मालावान् इति रूपं सिद्ध्यति. ह्रस्वकारान्तप्रातिपदिकं दीर्घ आकारान्तप्रातिपदिकमस्ति चेत् तत्र मकारस्य स्थाने वकारादेशः भवति. तत्र इतोपि चिन्तनमस्ति, मादुपधायाश्च मतोर्वो अयवादिभ्यः इत्यस्मिन् सूत्रे कीदृशं प्रातिपदिकमस्ति चेत् मकारस्य स्थाने वकारः आयाति इति स्पष्टतया तेन सूत्रेण उच्यते. उदाहरणार्थं भाः, भाः इत्युक्ते कान्तिः, इल्युमिनेशन् इति अर्थः अस्ति. भाः अस्य अस्मिन् वा अस्ति इति भास्वान् इत्युक्ते तत्र सकारान्तप्रातिपदिकमस्ति इति कारणतः भास्वान् इति भवति. पुंलिङ्गे भास्वान्, स्त्रीलिङ्गे भास्वती इति भवति. एवमेव यशस् इति सकारान्तप्रातिपदिकमस्ति. एस् एस् सकारान्तप्रातिपदिकमस्ति इत्यतः तत्र मतु प्रत्ययस्य योजनेन एस् एस् वान् इति रूपम्, एस् एस् स्वती स्त्रीलिङ्गे भवति. एवमेव पयः इति सकारान्तप्रातिपदिकं, पयः अस्य अस्ति पयस्वान् इति भवति. एस् एस् वान्, भास्वान्, पयस्वान् इत्यादिषु सकारान्तप्रातिपदिकमस्ति इति कारणतः मकारस्य स्थाने वकारः आयाति. परन्तु भगिनी आयुष्मान् इति भवति खलु, आयुष् अस्ति चेत् आयुष्मान् इति वयं श्रुतवन्तः. आयुष्मान् भवति, तत्र वान् न भवति खलु. यशस्वान् तावत् तादृशमत्र आयुष्मान् इति न भवति. तत्र किं चिन्तनम् इति इतोपि चिन्तनीयम्. आयुष्मान् इति पदमेव अहमपि श्रुतवती. मादुपधायाश्च मतोर्वो अयवादिभ्यः इति सूत्रम् अवश्यं द्रष्टव्यम्. किं किं प्रातिपदिकम् इत्युक्ते प्रातिपदिकं कीदृशमस्ति इत्युक्ते प्रातिपदिकस्य अन्ते कः वर्णः अस्ति इत्यस्य आधारेण मकारस्य स्थाने वकारः आयाति इति तेन सूत्रेण उच्यते. अत्र तु बुद्धिः इति इकारान्तप्रातिपदिकम्, अतः बुद्धिमत् इति प्रातिपदिकमस्ति. एवमेव शक्तिः, शक्तिः इति इकारान्तप्रातिपदिकमस्ति इत्यतः शक्तिः अस्य अस्मिन् वा अस्ति इति शक्तिमान् इति रूपं भवति. शक्तिमान् पुंलिङ्गे, शक्तिमती स्त्रीलिङ्गे भवति. एवमेव गावः अस्य अस्मिन् वा सन्ति. गावः, गावः इत्यत्र गोशब्दः ओकारान्तप्रातिपदिकमस्ति. ओकारान्तप्रातिपदिकमस्ति चेदपि मतु प्रत्ययस्य मकारः तत्र तिष्ठति. गावः अस्य अस्मिन् वा सन्ति इति गोमान् स्त्रीलिङ्गे गोमती भवति. गावः अस्यां सन्ति इति गोमती इति भवति. महोदय भवान् वदतु, पर्वतः वह्निमान् धूमवान् इत्यत्र इतोपि किञ्चित् वदतु. भवान् यज्जानति तद्वदतु. तत्र अनुमानं तस्य उदाहरणमस्ति. तत्र वह्नि दृष्ट्वा धूमः दृष्ट्वा पर्वतः वह्निमान् इति प्रथमं संशयः भवति. पर्वतः वह्निमान् वा न वा इति संशयः भवति. यदि वयं धूमः पर्वते पश्यामः तत्र वक्तुं शक्यते पर्वतः वह्निमान् धूमात् इति. किमर्थं धूमात्? यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इति पूर्वज्ञानं भवेत्. तर्हि यत् कुत्र पाकशालायां वयं पश्यामः वह्निः अस्ति चेत् धूमः सदा धूमः भवेत् एव इति. तर्हि तादृश अनुमानम् अस्ति. तर्हि यत्र यत्र वह्निः तत् यत्र यत्र धूमः तत्र तत्र वह्निः इति वाक् इति ज्ञानमस्ति मनसि. यत्र यत्र धूमः तत्र तत्र वह्निः इति अनुमानप्रमाणेन कति अनुमानप्रमाणं शाब्दप्रमाणम् अस्ति, उपमानप्रमाणम् अस्ति, एकमपि अस्ति. उपमानं शाब्द अनुमानं प्रत्यक्षमस्ति. प्रत्यक्षमिति प्रत्यक्षप्रमाणम् अस्ति. अनुमानप्रमाणं यद् नैयायिकाः कुर्वन्ति तत्र स्वीकुर्वन्तः. प्रत्यक्षप्रमाणं स्वीकृतम् अनुमानप्रमाणम्, उपमानप्रमाणं, शाब्दप्रमाणं ते न स्वीकुर्वन्ति. शाब्दप्रमाणं न स्वीकुर्वन्ति इति शाब्दमपि स्वीकुर्वन्तः. तर्हि यत्र एतत्त्रयः न सन्ति तत्र शाब्दप्रमाणं स्वीकुर्मः इति तेषां मतमस्ति इति अहं चिन्तयामि. अस्तु, धन्यवादाः महोदय. नैयायिकानां मतं, बुद्धिमन्तः एव भोक्तारः इति लिखितमस्ति. सूर्यकुमारी भगिनी भवती वदतु, भोक्तारः इति कीदृशं पदम्? लुट्लकारबहुवचनमस्ति. लुट्लकारबहुवचनं वा? अत्र पश्यतु, बुद्धिमन्तः एव भोक्तारः. बुद्धिमन्तः इत्यस्य विशेषणं भवति भोक्तारः. बुद्धिमान् भोक्ता इति एकवचने वक्तुमिच्छामश्चेत् बुद्धिमान् भोक्ता इति भवति. भोक्तृ अस्ति वा? उत्तमं. भगिनी किम् उक्तवती शुभदा भगिनी पूर्वं? लुट्लकाररूपाणि अपि तृजन्तरूपाणि इव सन्ति. तृजन्तपदं सुबन्तपदं, किन्तु लुट्लकारयुक्तं पदं तिङन्तपदम्. किमर्थं तथा रूपं दृश्यते इति प्रश्ने सति लुट्लकारे तास् प्रत्ययः आयाति. स्यतासील् रु लुटोः इति सूत्रेण लुट्लकारे तास् इति प्रत्ययः आयाति. इति कारणतः तास् इत्यत्र सकारः इति संज्ञकः, अतः अन्ततो गत्वा ता इति रूपं सिध्यति तत्र. किन्तु तत्पदं तिङन्तम्. तृजन्तपदम् आदौ तृजन्तप्रातिपदिकं सिध्यति, पश्चात् सुप्रत्ययस्य योजनेन सुबन्तं भवति. अत्र तु सुबन्तम् अस्ति. बुद्धिमन्तः इत्यस्य विशेषणं भोक्तारः. अत्र प्रातिपदिकं किमस्ति? भोक्तृ. पुंलिङ्गे भोक्ता इति रूपमस्ति. स्त्रीलिङ्गे? स्त्रीलिङ्गे कर्ता अस्ति चेत्? कर्ता एव. न न, कर्ता इति पुंलिङ्गपदमस्ति चेत् कर्ता इत्यस्य स्त्रीलिङ्गरूपं किं भवति? कर्त्री भवति. कर्त्री भवति. भोक्त्री भवति वा? भोक्त्री. उत्तमं, भोक्त्री भवति. अत्र तृजन्तपदानि त्रिषु लिङ्गेषु भवन्ति. भोक्तृ इति प्रातिपदिकं, भोक्ता इति पुंलिङ्गपदं, भोक्त्री इति स्त्रीलिङ्गपदं, भोक्तृ इति प्रातिपदिकं प्रथमाविभक्ति एकवचनरूपमपि नपुंसकलिङ्गं भोक्तृ इव भवति वा? भवति. अपि च भोक्तृ इति प्रातिपदिकं स्वीकृत्य रुन्नेभ्यो नीप् इति सूत्रमस्ति. रुन्नेभ्यो नीप्, शुभदा भगिनी कृपया वदतु तत् सूत्रं किं वदति. रुदन्त ये प्रातिपदिकानि सन्ति तस्य नीप् प्रत्ययस्य योजनेन स्त्रीरूपं भवति इति. उत्तमम्. इत्युक्ते तत्र त्रयः स्त्रीप्रत्ययाः सन्ति, नीप् नीश् नीन्. किन्तु कः प्रत्ययः कुत्र आयाति, कीदृशप्रातिपदिकमस्ति चेत् तत्र कीदृशस्त्रीप्रत्ययः आयाति इत्यस्य अवगमनार्थं सूत्राणि सन्ति. रुन्नेभ्यो नीप् इति सूत्रं नीप् प्रत्ययस्य विधानार्थम् उक्तमस्ति. रुकारान्तप्रातिपदिकमस्ति चेत् भोक्तृ इति रुकारान्तप्रातिपदिकं, रुकारान्तप्रातिपदिकात् स्त्रीत्वं द्योतयितुं, स्त्रीत्वं स्त्रीलिङ्गरूपं साधयितुं रुकारान्तप्रातिपदिकात् नीप् प्रत्ययः विहितः भवति. अतः कर्तृ इति प्रातिपदिकात् नीप् योजनेन कर्त्री इति भवति. भोक्तृ इति प्रातिपदिकात् नीप् योजनेन भोक्त्री भवति. हर्तृ इति हर्ता इति पुंलिङ्गपदमस्ति. हृ धातुतः तृच् योजनेन हर्ता इति तृजन्तरूपं, पुंलिङ्गरूपं हर्ता. किन्तु तत्र प्रातिपदिकं हर्तृ, नीप् प्रत्ययस्य योजनेन हर्त्री इति रूपं भवति. भोक्तृ योगः नीप् भोक्त्री इति भवति. किन्तु अत्र धातुः भुज्, भुज् धातुतः भोक्ता इति रूपं साधितं. भुज् धातुतः तृच् योजनेन भोक्तृ इति प्रातिपदिकं सिद्ध्यति. तत्र किं चिन्तनमस्ति, रमेश महोदय वक्तुमिच्छति वा? भुज् धातुः. हा, भुज् धातु महोदय किं वक्तव्यं? भुज् धातुतः तृच् योजयामश्चेत् भोक्तृ इति रूपं सिद्ध्यति. तत्र भुज् योगः तृच्. हा, भुज् योगः तृच् रूपसिद्धिः वा? भुज् योगः तृच् तत्र भुज् इति उपदायाम् उकारः अस्ति, तृच् इति आर्धधातुकप्रत्ययः अस्ति, कित् नित् नित् नित् नास्ति, तर्हि गुणकार्यं भवितुमर्हति, गुण भवति. भोज् योगः तृच् तत्र चोहकुः, चोहकुः भवति, जलिपरे अस्ति. भोज् तरा तकारः जलि अस्ति, तर्हि भोग् भोग् प्रथमं जलां जषवन्ति भवति वा चोहुकुः? न, अत्र केवलं चोहुकुः, चोहुकुः एव. बोज् भोग् थृ, भोग् थृ, तत्पश्चात् भोक्तृ, ककारः खरिच, करिच, करिच सत्वं भवति. करिच इति सूत्रेण तत्र खरी अस्ति, तकारः खरी अस्ति, तर्हि चर्त्वं भवति खरीच इति सूत्रेण. भोक्तृ भवति, भोक्तृ इति प्रातिपदिकं सिद्ध्यति, भोक्ता इति प्रथमविभक्ति एकवचनरूपम्. बहु सम्यक्. अत्र धातुः भुज् अस्ति, भुज् धातुतः तृच् प्रत्ययः. तृच् प्रत्ययः आर्धधातुककित् नित् णित् नित् भिन्नः आर्धधातुकसामान्यप्रत्ययः. अतः भुज् धातुः उदुपधधातुः. अतः तृच् इति आर्धधातुकप्रत्ययं निमित्तीकृत्य भुज् इति धातुरूपी अङ्गे पुगन्तलघुपधस्य च सूत्रेण गुणकार्यं भुज् भोज् भवति. भोज् योगः तृच्, तृच् इत्यत्र चकारः इति संज्ञकः, तृ अवशिष्यते, भोज्योगः तृ. तत्र तकारः तृच् प्रत्ययस्य तत्र तकारः आदिमवर्णः झल् वर्णः. अतः चोहुकुः इति सूत्रं कार्यं करोति. चोहुकुः इत्यत्र झलिपरे अथवा पदान्ते इति नियमः अस्ति, निमित्तमस्ति. चोहुकुः सूत्रस्य प्रसङ्गे निमित्तं किं? पदान्ते अपि कार्यं भवति, झलिपरे अपि कार्यं भवति. अतः अत्र तु झलिपरे तकारः झल् वर्णः. अतः तकारे परे जकारस्य स्थाने आदौ गकारः आयाति चोहुकुः सूत्रेण. पश्चात् खरिच सूत्रेण गकारस्य स्थाने ककारः आयाति चर्त्वं भूत्वा. अतः भोक्तृ वर्णमेलनेन भोक्तृ इति प्रातिपदिकं सिद्ध्यति. भोक्तारः इति बहुवचनरूपं, बुद्धिमन्तः एव भोक्तारः. अवधेयम् इति लिखितम् अस्ति, तस्मिन् प्रसङ्गे अहं ध्वनि अत्र ईमेल् प्रेषितवती. अत्र धातोः रूपमेव धेयम् इति रूपमस्ति, किन्तु अस्य रूपसाधनवेलायाम् ईद्यति इति रूपम्, ईद्यति इति सूत्रम् अवश्यं स्मर्तव्यम्. अव उपसर्गपूर्वक धातुतः यत् प्रत्ययस्य योजनेन. यत् किमर्थमस्ति महोदय, वदतु. किमर्थं यत् नास्ति? धी इति धातु अस्ति खलु, धा, धा इति धातु, धा इति धातु, अचो अचो यत्, अचो यत्, अचो यत् रहल्योर् यत्, अचो यत् एव अस्ति खलु, अचोयत् अचोयत् इति सूत्रमस्ति. अचोयत् इति सूत्रेण इत्युक्ते धातुः अजन्तधातुः अस्ति चेत् अच् अचः अच् अचौ अचः एवं रूपाणि भवन्ति खलु. अच् इति हलन्तशब्दः, अच् अचौ अचः. अचः इति पञ्चम्यन्तमस्ति. अजन्तधातुः अस्ति चेत् यत् प्रत्ययः विहितः भवति. अत्र स्मर्तव्यः अंशः कः? यत् प्रत्ययः सर्वेभ्यः धातुभ्यः न विधीयते. इत्युक्ते सर्वे कृत् प्रत्ययाः सर्वेभ्यः धातुभ्यः विधीयन्ते इति नियमः नास्ति. केचन कृत् प्रत्ययाः परिगणितेभ्यः धातुभ्यः एव विहिताः भवन्ति इति वार्ता. अत्र यत् प्रत्ययः अजन्तधातुभ्यः एव विहितः भवति, किन्तु रुहलोर्ण्यत् सूत्रेण धातुः रुकारान्तधातुः हलन्तधातुः अस्ति चेत् ण्यत् प्रत्ययः विहितः भवति. यत् भिन्नः, ण्यत् भिन्नः. अत्र दा इति दीर्घ आकारान्तधातुः अजन्तधातुः, अतः यत् प्रत्ययः विहितः भवति. अव उपसर्गपूर्वक धा धातुतः यत् प्रत्ययस्य योजनेन अवधेयम् इति रूपं सिद्ध्यति, किन्तु तत्र एकं विशिष्टं सूत्रम् अवश्यं स्मर्तव्यम्. ईद्यति इति सूत्रं जानीमश्चेदेव रूपं साधयितुं शक्नुमः. अवधेयं तत्र अहम् ईमेल् मध्ये प्रेषितवती. दा धातुतः देयं, धा धातुतः धेयं, पा धातुतः पेयं, मा धातुतः मेयं, स्था धातुतः स्थेयं, गै धातुतः गेयम् इति रूपं साधयितुं शक्नुमः. गै धातोः प्रसङ्गे चिन्तनं किम् अस्ति? गै इति एजन्तधातुः, ऐकारान्तधातुः, आदेश उपदेशेशीति कार्यमपि अस्ति तत्र. आदेश उपदेशेशीति इति सूत्रेण गै धातुः आर्धधातुकप्रक्रियायाम् आकारान्तधातुः भवति. गै इत्यस्य रूपं गा भवति. पश्चात् उपरितनानि सादृश्यानि कार्याणि एव भवन्ति, तेन गेयम् इति रूपं सिद्ध्यति इति विषयः. अग्रे अत्र अवधेयं वदतु. गै योगः यत् प्रत्ययः अस्ति चेत् सिति नास्ति खलु? सिति नास्ति खलु, अशित् प्रत्यये परे असित्. क्षम्यताम्, अवगतं भगिनि. आत् एचः अशिति आत् एचः अशिति इति वार्ता. अत्र आवरणे किञ्चित् लिखितमस्ति, पठतु. आवरणे एकः प्रश्नः पृच्छामि वा? वदतु. अत्र अवधेयम् इत्यस्य अर्थः तु ध्यानं दातव्यम् इति अर्थे अस्ति खलु? तस्य तव्यत् अर्थ तव्यत् इति अर्थः अस्ति वा? तव्यत् अर्थे अस्ति अनियर् अर्थे इति. देयं पेयम् इति अवधेयम्. आं भगिनि, इत्युक्ते यथा मया किं पठितम् इत्युक्ते कार्यं कर्तव्यं करणीयम्, इमानि पदानि समानार्थकानि. एवमेव पेयम् अस्ति चेत् तत्र समानार्थकपदं किं भवितुं शक्नोति? पाधातुतः तव्यत् किं? पातव्यं. पातव्यं, पातव्यं, नो चेत् पानीयं खलु? पेयम् इति नामपदमपि अस्ति खलु? पेयं, चायम् इति एकं पेयम् अस्ति इति. पेयम् इति नामपदम् इति कथं वक्तुं शक्यते? आदौ किं वदामः, अत्र पाधातुतः पेयम् इति रूपं साधनीयं. तत्र पाधातुः आकारान्तधातुः अस्ति इति कारणतः अचोयत् सूत्रेण यत् प्रत्ययः विहितः भवति, अपि च अन्यानि कार्याणि भवन्ति इत्यतः पेयम् इति रूपं सिद्ध्यति. अन्ततो गत्वा कृदन्तप्रातिपदिकानि सर्वाणि सुबन्तानि भवन्ति, नामपदानि भवन्ति खलु? इत्युक्ते आदौ यत् प्रत्ययः कृत् प्रत्ययः. कृत् प्रत्ययस्य योजनेन धातुतः कृदन्तप्रातिपदिकनिर्माणं भवति, पश्चात् सुप् योजनेन सुबन्तानि भवन्ति. अस्तु, अतः एव पानीयम् इति नपुंसकलिङ्गे रूपम् अस्ति, किन्तु तस्य सुबन्तरूपाणि सर्वासु विभक्तिषु साधयितुं शक्नुमः खलु? पानीयानि. उत्तमं. तस्य पानीयम् इति सुबन्तरूपम्, अपि च तव्यतर्थे अपि इति. तव्यतर्थे अपि. उत्तमम्, उत्तमम्. नाम एतत् पेयं पेयम् इति वक्तुं शक्यते. इतोपि किं वक्तुं शक्यते? तत्र तव्यत् प्रत्ययः, अनियर् प्रत्ययः, अपि च तव्यप्रत्ययः, यत् प्रत्ययः, ण्यत् प्रत्ययः, एते प्रत्ययाः कर्मार्थकप्रत्ययाः. इत्युक्ते वस्तुतः कर्तरीकृत् सूत्रेण कृदन्तपदानि कर्तर्थे एव भवन्ति इति तु सामान्यनियमः. तस्य अपवादत्वेन एकं सूत्रमस्ति, कृत्यक्तखलार्थाः, वदामि एकवारं. तत्र एकं विशिष्टं कलर्थानां कृत्यर्थकलर्थानां कृत्यर्थकलर्थानाम् इति सूत्रमस्ति, कृत्यर्थकलर्थानां. तत्र सूत्रं वदामि, तयोरेव तयोरेव कृत्यक्तखलर्थाः इति सूत्रमस्ति. तत् सूत्रं कर्तरीकृत्सूत्रस्य कृते अपवादसूत्रमस्ति. कर्तरीकृत्सूत्रेण सर्वे कृत् प्रत्ययाः, इत्युक्ते धातुभ्यः कृत् प्रत्ययस्य योजनेन यत् पदं सिद्ध्यति तत् पदं सामान्यतया कर्तृपदस्य विशेषणं भवति कृत् प्रत्ययाः कर्तरर्थकाः सामान्यतया इति सामान्यनियमः, तस्य अपवादत्वेन तयोरेव कृत्यक्तखलर्थाः इति सूत्रमस्ति. तेन सूत्रेण तयोरेव इति उक्तं चेत् तयोः एव इति अस्ति. तयोः इत्युक्ते कयोः, भावकर्मणोः इति अर्थः अस्ति. तयोः इति कथनेन भावकर्मणोः, भावकर्मणोः अर्थे क्ताप्रत्ययः अपि च कृत्यप्रत्ययाः अपि च खलर्थक शब्दाः, तत्र त्रयाणां प्रसक्तिः अस्ति. कृत्यप्रत्ययाः भिन्नाः, कृत् प्रत्ययाः भिन्नाः, कृत् प्रत्ययाः भिन्नाः, कृत्यप्रत्ययाः भिन्नाः. केषां नाम कृत्यप्रत्ययाः इत्युक्ते तत्र सप्त कृत्यप्रत्ययाः सन्ति, सप्तविध कृत् प्रत्ययाः सन्ति, तेषां नाम कृत्यप्रत्ययाः. ते प्रत्ययाः कर्मार्थे भवन्ति. तयोरेव कृत्यक्तखलर्थाः सूत्रेण क्ताप्रत्ययः अपि च सप्त कृत्यप्रत्ययाः अपि च खलर्थकप्रत्ययाः कर्मण्यर्थे अपि च भावार्थे अपि भवन्ति इति वार्ता. तेषु कृत्यप्रत्ययेषु, सप्तकृत्यप्रत्ययेषु अनियर् अस्ति, तव्यत् अस्ति, तव्य अस्ति, यत् अस्ति, ण्यत् अस्ति, अपि च क्यप् अस्ति, केलिमर् इति एकः अस्ति. पुनः वदामि, सप्तकृत्यप्रत्ययाः के इति प्रश्ने सति तव्यत्, अनियर्, तव्य, यत्, ण्यत्, क्यप्, केलिमर्, एते सप्तप्रत्ययाः कृत्यप्रत्ययाः. तत्र स्मर्तव्यः अंशः कः इत्युक्ते कृत् प्रत्ययाः भिन्नाः, कृत्यप्रत्ययाः भिन्नाः. अनेन विशिष्टसूत्रेण एते प्रत्ययाः कर्मार्थे भावार्थे अपि भवन्ति. अतः एव तयोरेव इति उक्तमस्ति. तयोः इति कथनेन भावकर्मणोः एव इति अर्थः. अग्रे सरेम. सूर्यकुमारी भगिनी, भवती पठतु, अत्र किं लिखितम्? एव इति अव्ययम्, अव्ययस्य प्रयोगः निश्चयः इत्यर्थे क्रियते. एव प्रयोगः निश्चयतः, निश्चयः इत्यर्थे क्रियते. एतत् अन्यस्य निवारणं करोति. एव इति अव्ययस्य प्रयोगः अपि सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु शक्यः. एव इति अव्ययम् अव्ययप्रयोगः कदा भवति इति उल्लेखनमस्ति. अर्थः, अर्थः निश्चयः, तदर्थम् अन्यस्य निवारणं करोति. एव इति सप्तभिः विभक्तिभिः वाक्येषु उपयुज्यते. अत्र अव्ययस्य प्रयोगः इति लिखितमस्ति, समस्तपदं कृत्वा अव्ययप्रयोगः. एव इति अव्ययमस्ति, एव इति अव्ययप्रयोगः, निश्चयः इत्यर्थे क्रियते. निश्चयः इत्युक्ते अथवा अवधारणम् इति वक्तुं शक्यते. अवधारणम् इति कथनेन निश्चयः इति अर्थे क्रियते. इत्यर्थे इत्यत्र यण् सन्धिः अस्ति. प्रयोगः क्रियते इति अस्ति. अत्र क्रियते इति कीदृशं पदम्? क्रियते क्रूधातुतः क्ताप्रत्यये न क्रियतः क्रियते. महोदय, भवान् वदतु, क्रियते इति किं पदम्? क्रूधातुतः ण्यत् प्रत्ययः भवतु. न न, अत्र क्रियते इति तिङन्तपदम्. तिङन्तपदमस्ति, कर्मणि प्रयोगः अस्ति. उत्तमं, कर्मणि भगिनि. शुभदा भगिनी, क्रियते इति रूपं साधयितुम् इच्छति वा? प्रयत्नं करोमि भगिनि. कृ इति धातुतः कर्मणि प्रयोगे आर्थ सार्वधातुके यक् इति सूत्रेण तत्र य प्रत्ययः कृयोगः यक् इति भवति. यक् अस्ति चेत् तत्र क्री कथं भवति अहं न जानामि भगिनि. तत्र ऋङ्क्षय तत्र ऋङ्क्षय ग्लिङ्क्षु ऋङ्क्षय ग्लिङ्क्षु इति सूत्रेण अत्र किमर्थं तत् सूत्रं कार्यं करोति. अत्र क्रु इति धातुः ऋकारान्तधातुः ऋकारान्तधातुः अस्ति इति कारणतः रिङ्ग् आदेशः भवति. रिङ्ग् इति कथनेन रिङ्ग् इत्यत्र रि अपि च ञकारः अस्ति, सः ञकारः इति संज्ञकः अस्ति इत्युक्ते केवलं रि आदेशः भवति. कस्य स्थाने रि आदेशः? ऋकारस्य स्थाने रि आदेशः भवति इति कारणतः क्रु इत्यस्य रूपं क्रु इत्यत्र ऋकारस्य स्थाने रि आदेशः भवति इत्यतः क्रु इत्यस्य रूपं क्री भवति. अपि च तत्र निमित्तं किम् इत्युक्ते सार्वधातुके यक् इति सूत्रेण यक् यक् प्रत्ययः विहितः भवति. यक् कित् अस्ति इति कारणतः अन्ते आयाति. यक् इत्यत्र ककारः इति संज्ञकः या अवशिष्यते, किन्तु यक् प्रत्ययं निमित्तीकृत्य ऋङ्क्षय ग्लिङ्क्षु इति सूत्रेण ऋकारस्य स्थाने रि आदेशः भवति इत्यतः क्री इति रूपं सिद्ध्यति. क्रियाते ते इति किमर्थमस्ति? तत्र कर्मणि प्रयोगस्य प्रसङ्गे आत्मनेपदी आत्मनेपदस्य रूपाणि प्रयुज्यन्ते अतः उत्तमं. तत्र सूत्रमस्ति भावकर्मणोः भावकर्मणोः इति सूत्रेण इत्युक्ते आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति कर्मणि प्रयोगे. आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति भावकर्मणोः इति तु सत्यं, किन्तु तिप् तस्झि इति सूत्रं पश्यामश्चेत् तत्र प्रथमपुरुष एकवचनप्रत्ययः ता अस्ति. आत्मनेपदप्रत्ययः प्रथमपुरुष एकवचनप्रत्ययः ता अस्ति. ता एव आदौ आयाति, किन्तु तित आत्मनेपदानां तेरे इति सूत्रेण एकारादेशः भूत्वा क्रियते इति रूपं सिद्ध्यति खलु. इत्युक्ते अत्र सार्वधातुके यक् सूत्रं भावकर्मणोः इति सूत्रम् अपि स्मर्तव्यं. विशेषतया ऋकारान्तधातुः अस्ति इति कारणतः ऋकारान्तस्य अङ्गस्य ऋङ्गादेशः भवति इति कारणतः क्री इति रूपं सिद्ध्यति. टित आत्मनेपदानां टेरे इति सूत्रेण तत्र एकारः भवति. वस्तुतः तु तिप्तस्झि इत्यस्मिन् सूत्रे प्रथमपुरुषे एकवचन आत्मनेपदप्रत्ययः ता एव, किन्तु तास्थाने ते इति रूपम् आयाति. क्रु धातोः रूपं क्रियते भवति. ह्रु इति धातुः अस्ति चेत् किं भवति? क्रियते क्रियते. उत्तमं. ह्रु अस्ति चेत् ह्रियते. ह्रियते. भ्रू अस्ति चेत् क्रियते. भ्रू इत्यस्य रूपं भरति. भ्रू अस्ति चेत् वदतु. वक्तुम् इच्छामि तत्र रीङ्ग् इति किमर्थम् आदेशः भवति चेत् तत्र अनेकाल् अस्ति. री इति आदेशः अनेकाल् अस्ति, तर्हि यदि ङकारः न भवति तर्हि सर्वस्य स्थाने भवति अनेकाश्चित् सर्वस्य इति सूत्रं. निश्चयेन अन्त्यादेशः एव भवति, तर्हि तेन कारणेन एव तत्र ङी ङकारः भवेत् रीति. ऋकारस्य केवलं ऋकारस्य स्थाने एव आदेशः भवेत् इति ङकारः तत्र योजितमस्ति. अस्तु. रिङ्ग् इत्यत्र ञकारः इति संज्ञकः अस्ति. रिङ्ग् इति ङित् अस्ति. ञकारस्य प्रयोजनं किम् इति वदन् अस्ति महोदय. अस्तु. इत्युक्ते रि इति कथनेन तत्र सर्वादेशः इत्युक्ते रेपः अपि च इकारः इत्युक्ते वर्णद्वयम् अस्ति इति कारणतः अपि च केवलं ऋकारस्य स्थाने एव रि आदेशः भवति इति वक्तुं ञकारः आवश्यकः इति खलु निश्चयसूत्रेण महोदय तदेव नो चेत् क्रू इत्यस्य सर्वस्य स्थाने रिङ् इति आदेशः भवति स्म परन्तु तत् मा भूत् इति कारणात् रिङ् इति ङकारः अस्ति चेत् ङिच्य इत्यनेन अन्त्यस्य स्वरस्य स्थाने एव रि इति आदेशः भवेत् इति बहु सम्यक् महोदय भ्रू अस्ति चेत् ध्रियते इति भवति ह्रु अस्ति चेत् ह्रियते भवति ध्रु अस्ति चेत् ध्रियते भवति किन्तु केवलं द्रु अल्पप्राणदकारः द्रु अस्ति चेत् द्रियते भवति साधारणतया शृणुमः आद्रियते इति पदमस्ति आद्रियते इत्यत्र आदरः इत्यस्मिन् अर्थे अस्ति आदरे इत्यस्मिन् अर्थे द्रु धातुः अस्ति ऋकारान्तधातुः तत्र लटीरूपं द्रियते अस्ति आद्रियते इति आ उपसर्गपूर्वक द्रु धातुतः निर्मितं पदम् आद्रियते सृ अस्ति चेत् किं भवति श्रूयते उत्तमं श्रूयते भवति सृ धातोः कर्तरीलट्टिरूपं सरति खलु सृ इति धातुः दन्त्यसकारयुक्तः धातुः अस्ति खलु सृ धातोः कर्तरीलट् सरति किन्तु कर्मणि लट् श्रूयते इति भवति एतावत्पर्यन्तं ऋकारान्तधातूनां प्रसङ्गे चिन्तनं कृतवन्तः खलु वयं किन्तु जाग्र धातुः अस्ति जाग्रधातुः अपि ऋकारान्तधातुः एव किन्तु तत्र विशिष्टं सूत्रम् आवश्यकमस्ति जागर्यते इति रूपं सिद्ध्यति कर्मणि लट् कर्तरि लट् जागर्ति किन्तु कर्मणि लट् जागर्यते इति भवति तद्भवितुम् एकम् अन्यत् सूत्रम् आवश्यकं जाग्रो विचिन्नल् नित्सु इति सूत्रम् आवश्यकमस्ति जाग्रधातुः ऋकारान्तधातुः एव एतावत्पर्यन्तं ह्रु भ्रु सृ ध्रु द्रु कृ इत्यादीनां चिन्तनं कृतवन्तः कर्मणि लट् रूपाणि साधयितुं प्रथमपुरुष एकवचन कर्मणि लट् अत्र दत्तमस्ति कृ धातुतः क्रियते इति भवति सूर्यकुमारी भगिनी क्रियते इति एकवचनरूपं नवरूपाणि वदतु क्रियते क्रियते क्रियन्ते क्रियसे क्रियेते क्रियेते क्रियद्वे क्रिये क्रियावहे क्रियामहे उत्तमं क्रियद्वे इति रूपं भवति क्रियते क्रियेते क्रियन्ते क्रियसे क्रियेथे क्रियद्वे क्रिये क्रियावहे क्रियामहे इत्युक्ते आत्मनेपदी रूपाणि तत्र काठिन्यं नास्ति वन्दते वन्देते वन्दन्ते एवमेव अत्रापि रूपाणि भवन्ति किमर्थं चेत् अन्ते आत्मनेपदसंज्ञप्रत्ययः अस्ति इत्यतः निश्चयः इत्यर्थे क्रियते एव इति प्रयोगः अन्यस्य निवारणं करोति एतत् निवारणम् इत्यत्र किम् अस्ति सूर्यकुमारी भगिनी वदतु निवारणं नि उपसर्गतः अनायाति लटीरूपं वदामि निवारयति नि वि निवारयति इति किं रूपं निजन्तरूपम् अस्ति वा वारी अस्ति इत्युक्ते निवारयति इति णिच्युक्तं लटीरूपं प्रथमपुरुषे एकवचनरूपम् अस्ति निवारयति अत्र नि उपसर्गपूर्वक वारि इति धातुः अस्ति वारि धातुतः वारणं ल्युडन्तपदमस्ति रेफकारणात् णत्वम् अस्ति निवारणं णिच् नास्ति चेत् किं भवति वरणं भवति वृ इति धातुः अस्ति चेत् वृ धातुतः वारि इति रूपं सिद्ध्यति वृ इति धातुः अस्ति, वृ धातुतः वारि इति नूतनधातुः. निजन्तधातोः निर्माणं कथं भवति, तत्र सूत्रं किम्? वृ इति धातुः वृ अजन्तधातुः अस्ति, वारि भवति अतो निति सूत्रेण वृद्धिः वृद्धिः भवति. उत्तमम्. अचोणिति इति सूत्रं कार्यं करोति. वृ इति अजन्तधातुः, अतः णित् प्रत्यये परे अचोणिति इति सूत्रेण वृद्धिः भूत्वा वृ इत्यस्य रूपं वार् भवति. णिच् इत्यस्मात् इ आगतं. निवारि, वारि इति नूतनधातुः, निजन्तधातुः. वारि धातुतः वारणम् इति रूपं ल्युडन्तम्. अग्रिमे वाक्ये एव अव्ययस्य प्रयोगः सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु शक्यः इति लिखितमस्ति. एतत् कथम् इति प्रश्ने सति अग्रिमे पुटे कानिचन वाक्यानि दत्तानि, तानि वाक्यानि एकवारं परिशीलयाम अग्रिमं. क्षम्यतां भगिनि, अत्र निश्चयः इति अपि एकं पदमस्ति, तस्यापि किञ्चित् विवरणं कुर्मः वा? चि धातुतः चयः. चि धातु वा? अस्तु, वदतु. निः इति उपसर्गः वा नि इति उपसर्गः वा? निश्चय भवति चेत् तत्र निः भवेत्. तत्र निर् इति, निर् इति उपद निर् वा निस् वा योगः चि इति, तस्य घञ् प्रत्ययान्तरूपं निश्चयः मेबि. घञ् नास्ति. जि धातुतः जयः, जि धातुतः चयः इत्यादीनि रूपाणि भवन्ति. निस् निर् निस् अपि भवति खलु? निस् अथवा निर् वा. निर् भवति चेत् खर्वसानयोर्विसर्जनीयः इत्यनेन तत्र विसर्गः, अथवा निस् भवति चेत् प्रथमं तु ऋत्वं, ऋत्वविसर्गौ विसर्गः, सोपानद्वयं भवेत् तत्र निः. तदनन्तरं चयः इत्यस्य तत्र विसर्जनीयस्य सह स्तोश्चु नाश्चु इत्यनेन निश्चय इति भवति इति. परन्तु चय इति कथम् आगच्छति न अवगतम्. अच् प्रत्ययः अस्ति तत्. अच् अस्तु. सूत्रः, सूत्रं किं महोदय? एरच् एः अच् इति कथनेन इकारान्तम् अङ्गम् अस्ति चेत् तस्य रूपमेव एः, एः अच्. अस्तु, एरच्. एः ई शब्दस्य पञ्चम्यन्तं रूपम् एः भवति. चयः, जयः, क्षयः, अयः. ई धातुतः अयः, क्षि धातुतः क्षयः, चि धातुतः चयः, जि धातुतः जयः. इमानि रूपाणि सिद्ध्यन्ति अच् प्रत्ययः. सूर्यकुमारी भगिनी, एतानि वाक्यानि उच्चैः पठत, तत्र पठतु. एतानि वाक्यानि उच्चैः पठत. अस्माकम् अधिकारः कर्मणि एव अस्ति. अत्र एव शब्दस्य प्रयोगः कया विभक्त्या सह क्रियते? अस्माकम् अधिकारः कर्मणि एव अस्ति. सप्तभिः विभक्तिभिः सह कर्तुं शक्यते एव शब्दस्य प्रयोगः इति उक्तं खलु उपरितने. कया विभक्त्या सह अस्मिन् वाक्ये एव शब्दस्य प्रयोगः कृतः दृश्यते? कर्मणि इति लिखितमस्ति. कर्मणि इति शब्दस्य रूपं किम् अस्ति? कर्मन् नपुंसकलिङ्गम् अस्ति. कर्मन् अत्र विभक्तिः पदं, प्रथमविभक्ति एकवचनं न. कर्मणि. महोदय, भवान् वदतु. सप्तमी एकवचनम् अस्ति. क्षम्यताम्. सप्तमी एकवचनम् इत्युक्ते कर्मणि एव अस्ति इत्यत्र सप्तमी विभक्त्या सह एव शब्दस्य प्रयोगः कृतः. खलु? आं भगिनि. उत्तमम्. अस्माकम् अधिकारः कर्मणि एव अस्ति. अग्रे जनकादयः कार्येण एव सिद्धिं प्राप्तवन्तः. कार्येण तृतीया अस्ति. कारी निजन्तरूपम् अस्ति वा? कार्यम् इति पदस्य तृतीया विभक्ति एकवचनरूपं कार्येण खलु? आम्, तृतीया विभक्तिप्रयोगः अस्ति. सिद्धधातुतः सिद्धिः इति साधयामः. प्रथमान्तं पदमस्ति, किन्तु अत्र आप् धातुः सकर्मकः इत्यतः सिद्धिं प्राप्तवन्तः. जनकादयः सिद्धिं प्राप्तवन्तः कार्येण एव. सिद्धिः इति तान्तरूपम् अस्ति वा? तिन् तिन् रूपम् अस्ति वा? तिन् अस्ति खलु? तिन् अस्ति महोदय. सिद्धः, सिद्धः, सिद्धम् इत्यादीनि क्तान्तरूपाणि. क्षम्यताम्, सिद्धिः इति क्तिन् रूपमेव. पठतु भगिनि. लोकसङ्ग्रहम् एव विचिन्त्य कार्यं करणीयम्. लोकसङ्ग्रहम् एव सङ्ग्रहः इति पदं सङ्ग्रहः प्रथमाविभक्ति, सङ्ग्रहम् द्वितीय एकवचनं खलु भगिनि? लोकसङ्ग्रहम् एव इत्यत्र द्वितीया विभक्तिः अस्ति. प्रथमान्तं पदं लोकसङ्ग्रहः. किमर्थम् अत्र द्वितीया विभक्तिः? विचिन्त्य कार्यं करणीयम्. चिन्तधातुः सकर्मकधातुः, अतः ल्यबन्तपदमपि कर्मपदं स्वीकर्तुं शक्नोति. अतः लोकसङ्ग्रहं विचिन्त्य, लोकसङ्ग्रहं विचिन्त्य, तत्र चिन्तधातुः सकर्मकः, अतः कर्मपदम्. कार्यम् इति रूहलोरण्यत् इति सूत्रेण ण्यत् प्रत्ययः अस्ति. कार्यं करणीयम्. अग्रे पठतु. सर्वदा कार्यम् एव करणीयम्. सर्वदा कार्यम् एव करणीयम्. कार्यं प्रथमाविभक्ति एकवचनं. किमर्थं प्रथमा एकवचनम्? करणीयं, करणीयम् अपि करणीयम् अनियरस्ति. इदं वाक्यं कर्मणि प्रयोगे अस्ति. ओके. कर्मः उक्तः अस्ति. कर्मपदम् उक्तमस्ति. कर्म इति नपुंसकलिङ्गपदं. कर्म उक्तमस्ति. कर्म उक्तमस्ति, नो चेत् कर्मपदम् उक्तमस्ति. कर्मः इति अपशब्दः. साधु. कार्यं करणीयं. कार्यम् इत्यस्य विशेषणमेव करणीयम्. अनियर् प्रत्ययः कर्मार्थकप्रत्ययः. ण्यत् प्रत्ययः अपि कर्मार्थकप्रत्ययः एव. सर्वैः कार्यं करणीयं सर्वदा. जनैः कार्यं करणीयम्. अग्रे सरेम. महोदय, पञ्चमं वाक्यम् एकवारं पठतु. ब्रह्मकर्म समाधीना ब्रह्म एव गन्तव्यम्. ब्रह्म एव गन्तव्यम्. तत्र ब्रह्म इति प्रथमाविभक्त्याम् अस्ति. प्रातिपदिकं किम्? ब्रह्मन् इति शब्दः. अत्र विभक्तिः का? लिङ्गं किम्? नपुंसकलिङ्गं दृश्यते. नपुंसकलिङ्गपद्म. अतः एव ब्रह्म एव गन्तव्यम् इति लिखितमस्ति. इत्युक्ते तव्यत् प्रत्ययान्तपदानि त्रिषु लिङ्गेषु सम्भवन्ति. गन्तव्या, गन्तव्यं, गन्तव्यः इति त्रीणि रूपाणि अपि सन्ति. किन्तु अत्र ब्रह्म इति पदस्य विशेषणमस्ति इत्यतः ब्रह्म गन्तव्यम् इति लिखितम्. भवान् वदतु. तत्र गन्तव्यं, कुत्र गन्तव्यं? ब्रह्म गन्तव्यं. ब्रह्म गन्तव्यं कं गन्तव्यं वा? किं किं प्रश्नः अस्य उत्तरं? केन गन्तव्यं? केन गन्तव्यं? ब्रह्मकर्मसाधिना गन्तव्यं. ब्रह्मकर्मसाधिना तत्र समाधिना. ब्रह्मकर्मसमाधिना गन्तव्यं. समाधिना तत्र कर्तृपदं ब्रह्मकर्मसमाधिना अस्ति वा? अस्तु, समस्तपदमस्ति, तत्र बहु किमपि चिन्तनमस्ति, भवान् वक्तुमिच्छति चेत् वदतु। प्रयत्नं करोमि। ब्रह्मकर्म, कीदृशसवासः अस्ति? एकमेकं पदं मिलित्वा वक्तव्यमस्ति, ब्रह्मकर्म तावत्पर्यन्तं वदतु आदौ। तदेव ब्रह्म, एव कर्म, ब्रह्म एव कर्म, अवधारणपूर्वपदकर्मधारयः। समाधिना ब्रह्मकर्म, समस्तपदस्य प्रथमाविभक्तिरूपम् आदौ साधनीयम्। सम्पूर्णसमस्तपदस्य प्रथमाविभक्ति एकवचनरूपं किं भवति? समाधिः इति भवति, समाधिः भवति, इकारान्त एव भवति, समाधिः। ब्रह्मकर्म एव समाधिः वा? तदपि कर्मधारयः वा? न, ब्रह्मकर्म इत्यत्र ब्रह्म एव कर्म इति भवति अवधारणपूर्वपदकर्मधारयसमासः, तावत्पर्यन्तं। ब्रह्मकर्मणि समाधिः यस्य सः, ब्रह्मकर्मणि समाधिः यस्य सः, योगिनः विशेषणं भवति, साधकस्य विशेषणं भवितुमर्हति। ब्रह्मकर्मसमाधिः इति कस्यचित् अन्यपुरुषस्य विशेषणं भवति, ब्रह्मकर्मणि समाधिः यस्य सः, बहुव्रीहिसमासः अस्ति, कर्मधारयगर्भ बहुव्रीहिसमासः। इदानीं सम्पूर्णसमस्तपदस्य विग्रहवाक्यं विभक्त्या सह वदतु। ब्रह्म एव कर्म ब्रह्मकर्म, ब्रह्मकर्मणि समाधिः यस्य सः, ब्रह्मकर्म समाधिः तेन। बहु सम्यक्, तेन इति वक्तव्यमस्ति। ब्रह्मकर्मसमाधिना तादृशेन पुरुषेण ब्रह्म एव गन्तव्यम्। त्रीणि एकम् एकं कर्मणि प्रयोगे इदं वाक्यमस्ति। ब्रह्मकर्मसमाधिना मुनिः इति पदमस्ति चेत् मुनिना इति भवति खलु, एवमेव अत्र ब्रह्मकर्मसमाधिः इति प्रथमान्तं पदमस्ति, तृतीयान्तं पदं ब्रह्मकर्मसमाधिना, ब्रह्म एव गन्तव्यम्। अत्र ब्रह्म इति प्रथमान्तं पदमस्ति, अस्मिन् वाक्ये एव शब्दस्य प्रयोगः प्रथमाविभक्त्या सह अस्ति। अग्रिमं वाक्यं भवान् एव पठतु। ज्ञानेन एव पापनाशः भवति, एव तत्र एव पदं ज्ञानेन इति तृतीयान्तपदेन अस्ति, तृतीयान्तपदेन सह अस्ति यत् पापनाशः भवति। किं भवति पापनाशः भवति? केन भवति? ज्ञानेन भवति। बहु सम्यक्, ज्ञानमिति ल्युडन्तपदमस्ति खलु, ज्ञाधातोः ल्युडन्तपदं ज्ञानम्। अत्र तृतीयाविभक्त्या सह एव पदस्य प्रयोगः अस्तु। शुभदा भगिनी भवती करोतु अग्रे। ईश्वरम् एव शरणं गच्छ, अत्र शरणं गच्छ, अत्र लोट्लकारस्य मध्यमपुरुषस्य एकवचनं गच्छ इति, शरणं गच्छ, शरणम् इति तस्य कर्मपदम्, ईश्वरम् एव शरणं गच्छ इति, ईश्वरम् एव शरणम्, ईश्वरशरणम् इति वक्तुं शक्यते अवधारणापूर्वक, न क्षम्यता, किं वक्तव्यं भगिनि? ईश्वरम् एव इत्यत्र द्वितीयाविभक्त्या सह एव शब्दस्य प्रयोगः अस्मिन् वाक्ये दृश्यते, अत्र ईश्वरः इति प्रथमान्तं पदमस्ति, ईश्वरम् एव शरणं गच्छ, निश्चयार्थे एव शब्दस्य प्रयोगः भवति खलु, ईश्वरम् एव शरणं गच्छ, शरणम् इति शब्दस्य रक्षिता इति अर्थः अस्ति, यः रक्षणं करोति सः रक्षिता। शरणम् इति पदं नपुंसकलिङ्गे एव भवति, शरणम् इति पदं रक्षितारम् अथवा रक्षित्रीं वदति, यः रक्षणं करोति सः रक्षिता, रक्षिता इति कृतान्तपदमस्ति। तत्र मुख्यवार्ता का इत्युक्ते गत्यर्थकधातूनां प्रयोगे शरणशब्दस्य प्रयोगः भवति चेत् सः शरणशब्दः त्रातारं सूचयति न तु त्राणम्। गत्यर्थकधातूनां प्रयोगे शरणशब्दः अस्ति चेत् अत्र शरणं गच्छ इति लिखितमस्ति, गम् धातुतः गच्छ इति रूपं साधितम्। गम् इति गत्यर्थकधातुः, गत्यर्थकधातूनां प्रयोगे शरणशब्दः प्रयुज्यते चेत् सः शब्दः त्रातारम् एव सूचयति न तु त्राणम्। अत्र त्राता कः? ईश्वरः, ईश्वरं सूचयति, अतः ईश्वरः इत्यस्य द्वितीया विभक्तिः एव भवति। ईश्वरस्य शरणम् इति अशुद्धं वाक्यम्, ईश्वरं शरणम् इत्युक्ते द्वितीया विभक्तिः एव अत्र उचितमस्ति। तदवगन्तुमेव अन्यत् उदाहरणमपि तत्र लिखितमस्ति, तव शरणं गतः इति असाधु, त्वां शरणं गतः इति एव साधुवाक्यम्। त्वां शरणं गतः, ईश्वरं शरणं गतः इति एव वक्तव्यमस्ति, ईश्वरस्य शरणं गच्छति इति असाधुवाक्यम्। षष्टिविभक्तेः प्रयोगः असाधु, तदर्थं विद्वांसः एव प्रमाणम्, ईश्वरम् एव शरणं गच्छ, तत्र द्वितीया विभक्तिः एव साधु भवति। अग्रिमं वाक्यं करोतु शुभदा भगिनि। श्रद्धावान् एव ज्ञानं प्राप्नोति, श्रद्धावान् अत्रापि मतप्रत्ययः अस्ति, वयं किञ्चित् कालं पूर्वं वयं दृष्टवन्तः तत्र सदस्यास्यस्मिन्निति मतु इति एकं सूत्रं, तेन अस्य अस्ति अस्मिन् अस्ति इति अस्ति मतु इति प्रत्ययः, परन्तु आकारान्तप्रातिपदिकमस्ति चेत् तत्र वान् इति भवति, वतु प्रत्ययः भवति, तत्र मादुपधायाश्च मतोर्वो यवादिभ्यः इति अन्यत् एकं सूत्रं, तेन आकारान्त उपधा अस्ति चेत् अकारान्त वा क्षम्यताम् अकारान्तविहाय प्रातिपदिकमस्ति चेत् वतु प्रत्ययः भवति। सम्यक् वा? सकारान्तप्रातिपदिकमस्ति चेदपि वा आयाति, वकारः आयाति, अकारान्तप्रातिपदिकमस्ति चेदपि आयाति, मालावान् इति कथनेन तत्र माला इति आकारान्तप्रातिपदिकम्, एवमेव अत्रापि श्रद्धा इति आकारान्तप्रातिपदिकमस्ति, अतः मादोपधायाश्च मतोर्वो अयवादिभ्यः इति विशिष्टसूत्रेण आकारान्तप्रातिपदिकमस्ति चेत् मकारस्य स्थाने वकारः आयाति। तत्र एकं वक्तुमिच्छामि महोदय, वतुप् इति प्रत्ययः नास्ति, प्रत्ययः एव अस्ति, तस्य वकारः आदेशः भवति तदेव इति एव वक्तव्यम्। वतुप् प्रत्ययः अस्ति, मकारस्य स्थाने वकारः आगच्छति, साधुरीत्या तथा वक्तव्यं, प्रत्ययः तु मतुप् एव। अग्रिमं वाक्यं, दुष्टाः ईश्वरम् अज्ञात्वा अधोगतिम् एव यान्ति, दुष्टाः ईश्वरम् अज्ञात्वा, अज्ञात्वा अत्र ज्ञात्वा इति स्वान्त ज्ञा योगत्वा प्रत्ययः, तस्य अज्ञात्वा इति ईश्वरस्य ज्ञानं यदा नास्ति तदा इति अर्थे, ईश्वरम् अज्ञात्वा दुष्टाः, दुष्टाः इति कर्तृपदमत्र, तस्य न जानामि, दुष् धातुः अस्ति, दुष् धातुः दिवादिगणे अस्ति, दुष्यति इति रूपम् अस्ति, कथाप्रत्ययस्य योजनेन दुष् धातुतः कथायोजनेन दुष्ट, अज्ञात्वा इत्यत्र चिन्तनं किमस्ति, तस्मिन् स्थाने न ज्ञात्वा इति वदामि चेत् तत्र कः दोषः? न ज्ञात्वा इति लिखामि चेत् तत्र दोषः अस्ति, कः दोषः? यद्यपि अज्ञात्वा इत्यस्य अर्थः तु न ज्ञात्वा एव, किन्तु न ज्ञात्वा अधोगतिम् एव यान्ति इति वाक्यं लिखामि चेत् तत्र दोषः अस्ति। न इति अस्य पदस्य अन्वयः यान्ति इति क्रियापदस्य एव भवति इति, तदेव दोषः उत्तमम् वाक्येषु न इति शब्दस्य प्रयोगः सर्वदा तिङन्तपदेन सह भवति अत्र विपरीतार्थार्थः भवति न यान्ति इति अर्थः भवति इति कृत्वा अज्ञात्वा इत्युक्ते नैसमासं कृत्वा एव लेखनीयम् अज्ञात्वा इति एव लेखनीयम् यद्यपि तस्य अर्थः न ज्ञात्वा नैसमासः एव तस्मिन् पदे अस्ति समस्तपदं कृत्वा एव लेखनीयम् न ज्ञात्वा इति लिखामि चेत् तत्र अर्थः सम्पूर्णतया भिद्यते वाक्ये विचारः भगिनि दुष्टाः ईश्वरं यदा वयं विभजनं कुर्मः न ज्ञात्वा इति नकारस्य अन्वयः तु यान्ति इत्यस्य सह भवति दुष्टाः ईश्वरं ज्ञात्वा अधोगतिं न यान्ति इति अपि तादृशमेव अर्थः भवति इति मन्ये अधोगतिं न यान्ति किमर्थं चेत् दुष्टाः ये सन्ति ते यदा ईश्वरस्य प्रणिधानं कुर्वन्ति ईश्वरं जानाति तदा अधोगतिं न यान्ति दुष्टाः इति लिखितं खलु भगिनि दुष्टैः न क्रियते तदेव दुष्टाः इति सज्जनाः तु कुर्वन्ति एव सज्जनानां विषये किमपि वक्तव्यं नास्ति परन्तु ये दुष्टाः अपि अस्ति येषां मतिः दुष्टः अस्ति ते अपि यदा ईश्वरं जानाति ईश्वरस्य प्रणिधानं कुर्वन्ति तदा ते अपि अधोगतिं न यान्ति एकः विचारः दुष्टाः ईश्वरं ज्ञात्वा अधोगतिम् एव न यान्ति अथवा तत्र एव अन्ते स्थापयामः किन्तु वास्तविकस्थितिः तद् नास्ति खलु भगिनि अन्तिमं वाक्यम् ईश्वरे एव मनः योजयति तर्हि सुखं भवति अत्र ईश्वरे एव मनः योजयति तर्हि योजयसि यदि मनः ईश्वरे एव ईश्वरस्य ध्यानं करोषि तर्हि तत्र सुखं भवति इति ईश्वर इति सप्तमी एकवचनम् एव मनः योजयसि तर्हि मनः इति अत्र कर्मपदं भवति मनः मनसि मनांसि तत्र मनः इति द्वितीया एकवचनं भवति योजयसि इत्यस्य कर्मपदं योजयसि इति युज् धातोः मध्यमपुरुष मध्यमपुरुष एकवचनं ऋजन्त भवति वा नियोजयसि केशव इति वाक्यमपि अस्ति श्लोके योजयति इत्यत्र णिजन्तमपि अस्ति योजयसि इति णिजन्तमध्यमपुरुष एकवचनं लति तर्हि सुखं भवति सुखं प्राप्नोषि इति उत्तमम् ईश्वरे एव इत्यत्र सप्तमी विभक्तिः अस्ति इत्युक्ते एव शब्दः अस्मिन् वाक्ये सप्तमी विभक्त्यन्तपदेन सह अस्ति साधारणप्रयोगः यदि तर्हि प्रयोगः किन्तु यदि इति नास्ति चेदपि साधु एव एतदेव वाक्यं भिन्नरीत्या कथं वक्तुं शक्यते चेत् प्रयोगं कुर्मः चेत् यदि ईश्वरे मनः योजयसि ईश्वरे एव मनः योजयसि चेत् सुखं भवति यदि इत्यस्य प्रयोगः न भवेत् तथापि चलति ईश्वरे एव मनः योजयसि चेत् सुखं भवति इति अपि साधु यदि तर्हि प्रयोगः साधु केवलं तर्हि प्रयोगः साधु चेत् प्रयोगः साधु किन्तु यदि चेत् इति प्रयोगः असाधु यदि वदामश्चेत् तर्हि एव वक्तव्यं भवति इति तत्र नियमः अस्ति एषु सर्वेषु वाक्येषु एव इति पदं क्रियापदस्य सह क्रियापदेन सह कुत्रापि न स्थापितं यतोहि क्रियापदेन सह अपि तस्य अन्वयः भवितुम् अर्हति उदाहरणार्थं ज्ञानेन पापनाशः भवति एव तादृशं वाक्यं निर्मातु अत्र अत्रापि ईश्वरे मनः योजयति तर्हि सुखं भवति एव सर्वेषु वाक्येषु एव इति शब्दः अन्ते अपि स्थापितं तर्हि साधु एव साधु एव अर्थः भिद्यते केवल ज्ञानं प्राप्नोति इत्युक्ते केवलं श्रद्धावान् अर्थ ज्ञानं प्राप्नोति इति भवति श्रद्धावान् ज्ञानं प्राप्नोति एव इत्युक्ते श्रद्धावान् अवश्यं ज्ञानं प्राप्नोति इति भवति ज्ञानमेव प्राप्नोति इति कथनेन श्रद्धावान् ज्ञानमेव प्राप्नोति इति कथनेन श्रद्धावान् ज्ञानं विना किमपि न प्राप्नोति इति अर्थः भवति तत्र एव इति पदं कुत्र अस्ति केन सह अस्ति कुत्र अस्ति तस्मिन् वाक्ये इत्यस्य आधारेण अर्थः भिद्यते बहु सम्यक् अपि च उपरितनवाक्यानि सन्ति किन्तु तम् अभ्यासं कर्तुं समयः नास्ति अभ्यासः अग्रिमे सप्ताहे भविष्यति अधुना न इदानीम् अत्र स्थगयामः सर्वेषां धन्यवादाः धन्यवादः धन्यवादः महोदय नमस्कारः